नमस्कारः. अस्माकं समस्तवर्गे सर्वेषां स्वागतम्. अधुना अत्र नूतनविषयः आरप्स्यते, द्वन्द्वसमासः इति विषयः. तस्मात् पूर्वं किञ्चित् पुनस्मरणार्थं राजीभगिनी स्मारयति वा, किं किम् अधीतम् एतावता समासस्य विषये? समासस्य विषये वयं बहु किमपि अधीतवन्तः. प्रथमतया वयं कर्मधारयसमासः इति पठितवान्, तत्पुषसमासः, तदनन्तरं कर्मधारयसमासः, तदनन्तरं बहुव्रीहिसमासः इति वयम् अधीतवन्तः. कर्मधारयसमासे कति विधविधः सन्ति इत्युक्ते, कर्मधारयसमासे विशेषपूर्वपदकर्मधारयः, उपमानपूर्वपदकर्मधारयः, उपमानपद उत्तरपदकर्मधारयः, अवधारणापूर्वपदकर्मधारयः, सम्भावनापूर्वपदकर्मधारयः, मध्यमपदलोपि कर्मधारयः इति एवं अधीतवन्तः. तदनन्तरं द्विसमासः अपि द्विसमासः नैसमासः अपि अधीतवन्तः. तदनन्तरं बहुव्रीहिसमासे बहुव्रीहिसमासे किं समानाधिकरणकरण बहुव्रीहिसमासः, व्यधिकरण बहुव्रीहिसमासः, तदनन्तरं नञ् तत्पुरुष नञ् बहुव्रीहिसमासः, तदनन्तरं बहुव्रीहिसमासः, उपमानपूर्वपद उपमानपूर्वपद बहुव्रीहिसमासः इति बहुव्रीहिसमास विषये अपि वयम् अधीतवन्तः. तत्पुरुषसमास समासविषये प्रथमा, द्वितीया, तृतीया, चतुर्थी, पञ्चमी, षष्ठी, सप्तमी तत्पुरुषसमासः अपि वयं पठितवन्तः इदानीं पर्यन्तं. समीचीनं भगिनि, सम्यक् समीचीनं. तर्हि तत्र समासः इत्युक्ते तत्र बहूनां पदानाम् एकपदीभवनं समासः इति उच्यते. तर्हि अत्र समासः चतुर्विधः: तत्पुरुषसमासः, बहुव्रीहिसमासः, द्वन्द्वसमासः, अपि च अव्ययीभावसमासः. तत्पुरुषसमासस्य प्रभेदानां विषये अपि अधीतवन्तः. तत्पुरुषसमासः इत्युक्ते उत्तरपदस्य प्राधान्यं, यत्र उत्तरपदस्य प्राधान्यम् अस्ति, उत्तरपदस्य अन्वयः अस्ति क्रियया सह, तत्र तत्पुरुषसमासः इति वदामः. बहुव्रीहिसमासे अन्यपदार्थस्य प्राधान्यं, यत्र समस्तपदमस्ति, समस्तपदे पदद्वयम् अस्ति इति चिन्तयामः चेत् द्वयोः पदयोः अन्वयः नास्ति क्रियया सह, अन्यस्य पदार्थस्य एव अन्वयः भवति क्रियया सह, तद् बहुव्रीहिसमासः. अधुना अत्र द्वन्द्वसमासः इति विषयः अस्ति. द्वन्द्वसमासे यत्र बहवः पदार्थाः सन्ति, तेषां क्रियायां समावेशः यदा भवति तत्र द्वन्द्वसमासः इति वदामः. इत्युक्ते अत्र भिन्नभिन्नपदार्थाः सन्ति, तेषाम् एकस्यां क्रियायां समावेशः अथवा योजनं यत्र क्रियते तत्र द्वन्द्वसमासः इति वदामः. अत्र यथा उदाहरणार्थं रामश्च कृष्णश्च गच्छतः इति वदामः चेत्, रामश्च कृष्णश्च गच्छतः समसमासः कुर्मः चेत् तत्र रामकृष्णौ गच्छतः, तर्हि रामः अपि गच्छति, कृष्णः अपि गच्छति. द्वन्द्वसमासे उभयोः पदार्थयोः प्राधान्यम् इत्युक्ते रामस्यापि अन्वयः अस्ति क्रियया सह पृथक्तया, कृष्णस्यापि अन्वयः अस्ति क्रियया सह, तस्मिन् सन्दर्भे द्वन्द्वसमासः इति वदामः. तर्हि अत्र द्वन्द्वसमासे रामकृष्णौ इति वदामः, रामकृष्णौ. तर्हि अत्र रामकृष्णौ इति पुल्लिङ्गे अस्ति, द्विवचने अस्ति, तर्हि कथं लिङ्गस्य निर्णयः भवति, कथं वचनस्य निर्णयः भवति इति चेत्, अत्र लिङ्गस्य निर्णयः उत्तरपदस्य यद् लिङ्गं तदेव लिङ्गं भवति द्वन्द्वसमासे. अपि च अत्र समासे कति सदस्याः सन्ति इति द्रष्टव्यम्. सामान्यतया एतावता द्वयोः पदयोः एव समासः भवति इति वयं दृष्टवन्तः सामान्यतया. पदद्वयं स्वीकृत्य समासः भवति. परन्तु अत्र द्वन्द्वसमासे वैशिष्ट्यं किम् इति चेत् बहूनां पदार्थानामपि समासः भवितुम् अर्हति. यथा अत्र रामश्च लक्ष्मणश्च भरतश्च शत्रुघ्नश्च रामलक्ष्मणभरतशत्रुघ्नाः इति समासः इदानीं बहुवचने अस्ति. यतोहि अत्र चत्वारः सदस्याः सन्ति, अतः समस्तपदं बहुवचने अस्ति. अपि च लिङ्गं लिङ्गं कथम् एकक्षणं भगिनि एकक्षणम् लिङ्गं कथं निर्णीयते इति चेत् अत्र रामश्च लक्ष्मणश्च भरतश्च शत्रुघ्नश्च शत्रुघ्नः इति पदं पुल्लिङ्गे अस्ति, अतः समासः अपि पुल्लिङ्गे भवति. रामलक्ष्मणभरतशत्रुघ्नाः इति अस्ति. अस्तु, पुष्पभगिनी वदतु. कोऽपि राम सीता इति वदनेन सीताराम इति वदनेन रामस्य वचनं समासस्य वचनं भवति, समासस्य लिङ्गं भवति. लिङ्गं सीता सीता उत्तरपद उत्तरपद सीताराम इति उत्तरपदस्य सीतारामे नास्ति, सीतारामौ. कथं इदानीम् उक्तम् उत्तरपद राम इति उत्तरपदे स्थापितवती खलु सीतारामः पूर्वपदे उत्तरपदे राम सीता इति वदनेन रामसीते सीते. अस्तु, तर्हि अत्र उत्तरपदस्य यद् लिङ्गम् अस्ति समासे तद् तदेव लिङ्गं भवति समस्तपदस्य इति अत्र द्वन्द्वसमासस्य विषयः अस्ति. द्वन्द्वसमासः द्विविधः, इतरेतरयोगद्वन्द्वः अपि च समाहारद्वन्द्वः इति वदामः. इतरेतरयोगद्वन्द्वः इत्युक्ते अत्र अत्र यत्र बहवः पदार्थाः सन्ति तेषाम् अन्वयः पदार्थाः पृथक् पृथक् एव भवन्ति. यथा अत्र रामः कृष्णः लक्ष्मणः पदार्थाः पृथक् पृथक् सन्ति, तर्हि तत्र इतरेतरयोगद्वन्द्वः तेषां पदार्थानाम् एकस्मिन् समासे वयं योजयामः चेत् तत्र इतरेतरयोगद्वन्द्वः इति वदामः. यतोहि अत्र रामः अपि पृथक् कृष्णः अपि पृथक् अस्ति. परन्तु अत्र समाहारद्वन्द्वः इति द्वितीयः विधः अस्ति. समाहारद्वन्द्वे वयं समूहीकरणं कुर्मः. इत्युक्ते अत्र यथा अत्र पूर्वम् अस्माभिः दृष्टं द्विगुसमासे समूहः क्रियते, तथैव अत्रापि द्वन्द्वसमासे समूहीकरणं यदा क्रियते तदा समाहारद्वन्द्वः इति वदामः. अत्र अवयवाः समुदाये अन्तरे एव भवन्ति, तेषां पृथक्करणं न भवितुम् अर्हति इति तत्र समाहारद्वन्द्वः. समाहारद्वन्द्वः सर्वदा एकवचने एव भवति, यतोहि समूहस्य प्रतिनिधिः अस्ति समासः, अतः एकवचने एव भवति. अपि च नपुंसकलिङ्गे भवति. यथा अस्माभिः द्विगुसमासस्य विषये अधीतं, द्विगुसमासः अपि एकवचने भवति, नपुंसकलिङ्गे भवति सामान्यतया. कुत्रचित् स्त्रीलिङ्गे अपि भवति द्विगुसमासः, परन्तु समाहारद्वन्द्वः सर्वदा एकवचने एव भवति, अपि च नपुंसकलिङ्गे भवति. तर्हि अत्र यत्र वयं समासं पश्यामः तत्र समासः इतरेतरद्वन्द्वः वा द्वन्द्वः वा नो चेत् समाहारद्वन्द्वः वा इति कथं ज्ञायते इति चेत्, यदि समासः एकवचने एव अस्ति यद्यपि समासे बहवः सदस्याः सन्ति तदा वयं ज्ञातुं शक्नुमः समासः समाहारद्वन्द्वः अस्ति, एकवचने नपुंसकलिङ्गे अस्ति, अतः समाहारद्वन्द्वे अस्ति. यदा अत्र बहुवचने अस्ति अथवा द्विवचने अस्ति, द्विवचने अस्ति नो चेत् बहुवचने अस्ति चेत् इतरेतरयोगद्वन्द्वः इति ज्ञातुं शक्नुमः. अपि च विग्रहवाक्ये वयं च इति शब्दः अपि पश्यामः. यथा अत्र रामश्च कृष्णश्च च इति शब्दः सर्वत्र श्रूयते. समाहारद्वन्द्वसमासस्य उदाहरणं पश्यामः चेत् अत्र बहु प्रसिद्ध उदाहरणं पाणि च पादौ च पाणिपादम् इति प्रसिद्ध पाणिपादं प्रक्षालय इत्येव वदामः. पृथक् पृथक् अत्र पाणिपादम् इति तत्र एकवचने अस्ति, नपुंसकलिङ्गे अस्ति, पाणिपादं प्रक्षालय इति उदाहरणम्. अत्र द्वन्द्वसमासस्य विषये केचन नियमाः अपि सन्ति, अग्रे पश्यामः. किञ्चित् पुस्तकात् पठामः, तदनन्तरं नियमाः के इति पश्यामः. अस्तु, अधुना पाणि अपि द्वे अस्ति, पादौ अपि द्वे अस्ति, परन्तु समाससमये एकवचनं वा? समाससमये एकवचनं, यतोहि समूहरूपेण पश्यामः, पृथक् पृथक् पुनः पश्यामः. अत्र पाणिद्वयम् अस्ति, पाणि इति पृथक् अस्ति, पादौ इति पृथक् इति न पश्यामः. अत्र समूहीकरणं कृत्वा अत्र एकः समूहः सदा एकवचने एव भवति. अतः समूहीकरणं कृत्वा एकवचने भवति. अतः पाणिपादम् इत्युक्ते समूहः अस्ति, पाणिनां पादानां समूहः. अत्र लिङ्गं कथं, लिङ्गस्य भेदं कथम् अभवत्? लिङ्गस्य भेदं यतोहि अत्र भिन्नभिन्नपदार्थाः सन्ति, अतः तत्र उत्तरपदस्य लिङ्गं न कुर्मः. अत्र यतोहि समूहीकरणम् अस्ति, यत् समूहः क्रियते तत् सामान्यतया नपुंसकलिङ्गे एव भवति. समूहस्य निर्देशः नपुंसकलिङ्गे भवति समासस्य प्रसङ्गे, अतः सर्वदा नपुंसकलिङ्गे एव भवति. भवत्याः विवरणं सम्यक् एव अस्ति. सामूहिक समुदायस्य लिङ्गं नपुंसकलिङ्गम् अस्ति, परन्तु भवत्याः उदाहरणं पाणिपादम् अन्यभाषा तमिळ् भाषया तेलुगुभाषया इत्येन बहुवचनेन अस्ति. लिङ्गं अत्र द्विवचन नपुंसकलिङ्ग द्विवचन नास्ति, एकवचन बहुवचन. सर्वे कन्नड अपि तथैव अस्ति, कन्नड संस्कृते तथा अस्ति भगिनि, द्विवचन. अत्र प्रादेशिकभाषासु यत्किमपि भवतु, परन्तु अत्र संस्कृते तु सर्वदा एकवचने एव भवति, नपुंसकलिङ्गे भवति इति नियमः. तमिळ्भाषायामपि एकवचनमेव, द्विवचनं न. परन्तु तेलुगु भाषायाम् अत्र नास्ति इत्येन भवतु, नाम प्रादेशिकभाषासु कथमपि भवतु, परन्तु संस्कृते एतादृशनियमः अस्ति यत् अत्र समूहः अस्ति चेत् एकवचने भवति, समासस्य प्रसङ्गे नपुंसकलिङ्गे अस्ति. भगिनी एक महालक्ष्मी अष्टकं तथा गणेशपञ्चकं तथा वदामः खलु, तत्रापि एतदेव भवति वा किं समाहारद्वन्द्वः अथवा जनद्वयं तथा वदामः खलु? गणेशपञ्चकम् इति तत्र गणेशपञ्चकम् इति तत्र यतोहि तत्र पञ्चश्लोकाः सन्ति, समूहीकरणम् इति पञ्चकं, गणेशपञ्चकम् इति अस्ति पञ्चकं. प्रायः तत्रापि तथैव अस्ति भगिनि, पञ्चकम् इति तत्र इतोपि अत्र पञ्चश्लोकाः सन्ति इति कृत्वा पञ्चकम् अस्ति खलु. किमपि तर्हि तत्रापि समूहीकरणं कर्तुं शक्नुमः, यद्यपि तत्र पञ्च इति अस्ति, पञ्च तत्र यत्र सङ्ख्या अस्ति तत्र तत्र द्विगुः इति नास्ति. अत्र उत्तरपदे अपि अस्ति पञ्च इति, गणेशपञ्चकम् इति, तर्हि तत्रापि गणेशस्य पञ्चकम् इति, गणेशस्य पञ्चकं पञ्चकं. तर्हि तत्र तु पञ्चकं पञ्चानां श्लोकानां समाहारः, पञ्चानां श्लोकानां समाहारः. तत्र द्विगुः, प्रायः तत्र द्विगुः इति चिन्तयामि भगिनि. इदानीम् इतोपि प्रायः तत्र इतोपि चिन्तनीयं भगिनि, चिन्तनीयं. पृष्टवती इत्युक्ते सर्वदा एकीकरणं कृत्वा वदामः, अपि च नपुंसकलिङ्गे एव श्रुतं, महालक्ष्मीकं तथा बहूनि सन्ति खलु तत्र. पञ्चकं तत्र पञ्चकम् इत्युक्ते श्लोकाः, श्लोकानां समूहीकृत्वा तत्र पञ्चकम् इति वदामः चेत् तत्र पञ्चकम् इति तत्र नपुंसकलिङ्गे अस्ति इति कृत्वा द्विगुः वा द्वन्द्वः वा इति मम मनसि किञ्चित् शङ्का अस्ति. अस्तु, अनन्तरं अत्र पञ्चकम् इति तत्र द्विगुसमासमस्ति कथं पञ्चकं कथं पञ्चश्लोकायाः समुदायमस्ति इत्यनेन परन्तु श्लोकस्य विवरणं नास्ति खलु तत्र पञ्चश्लोकी इति किमपि नास्ति खलु अन्तर्भूतः नास्ति वा हा न तत्र पदस्य लोपः किमपि नास्ति तत्र पदम् एतत्र त्रिलोकी इति वदामः चेत् त्रयाणां लोकानां समाहारः अतः तत्र प्रायः द्विगुः नास्ति परन्तु अत्र पञ्चकम् इति वदामः चेत् तत्र समासः अपि प्रायः नास्ति तत्र गणेशस्य पञ्चकम् इति अस्ति तर्हि पञ्चकम् इति पदम् एकमेव पदम् अस्ति तत्र पञ्चकम् इति पदम् एकमेव पदं तत्र अन्यत् पदं किमपि नास्ति तर्हि पञ्चकम् इत्युक्ते तत्र पञ्चकस्य किमपि अन्यत् विग्रहः अस्ति वा इति द्रष्टव्यम् अत्र पञ्चकम् इति पञ्चसमुदायं कोऽपि वस्तुयाः समुदायमस्ति इति मम चिन्तनं भवितुमर्हति भगिनि परन्तु पञ्चकम् इत्यस्य विग्रहवाक्यं किम् इति इदानीं वक्तुं न शक्नोमि यतोहि अत्र अन्यपदार्थः किमपि नास्ति तर्हि पञ्चकम् इति प्रायः तत्र तदितप्रत्ययः अथवा किमपि अन्यत् किमपि अस्ति इति द्रष्टव्यं पञ्चकम् इत्यस्य अन्यप्रश्नः जनत्रयं जनचतुष्टयं तदपि वदामः खलु तदपि मम प्रश्नः अस्ति भगिनि जनत्रयम् इति कीदृशसमासः इति वा हा हा अतः एतदेव भवति वा द्वन्द्वसमासः इति समाहारद्वन्द्वः इति भवति वा इति हा जनत्रयम् यत्र समूहीकरणम् अस्ति इति वा अस्तु अस्तु तत्रापि पुस्तकलिङ्गे एकवचने एव सर्वदा वदामः खलु पुस्तकचतुष्टयं तथा जनत्रयं भगिनि द्विगुसमास न पठामः भगिनी भवती कुत्र अस्ति वयं समापितवन्तः खलु द्विगुसमास बहु समये वदामः तत् न पठितवन्तः न इदानीं राजी भगिनी भवती किं चिन्तयति वयं पठितवन्तः भगिनि आं भगिनि पूर्वमेव अत्र पञ्चकम् इति पञ्चकम् इत्यत्र अत्र प्रत्यय तदितप्रत्ययः अस्ति पञ्चकम् इत्यत्र क्षम्यतां पञ्चैव इति स्वार्थे खन् इति तदेव कन् इति प्रत्ययः अस्ति तत्र पञ्चकम् इति तत्र प्रत्ययः अस्ति समासः नास्ति पञ्चकम् इति तत्र प्रत्ययः अस्ति पञ्चकमिति आं भगिनि आं भगिनि वयं पठितवन्तः इदानीं स्मृतवती वा अस्तु भगिनि अत्र इतरेतर द्वन्द्वः अपि च समाहारद्वन्द्व इत्ययोः मध्ये यदि पाणिपादम् इति पदं स्वीकुर्मः चेत् तत्र पाणि अपि पृथक् अस्ति पादौ अपि पृथक् वस्तु अथवा अवयवः अस्ति तर्हि केवलं पाणिपादम् इति पदस्य पदं दृष्ट्वा वयं जानीमः तत्र समूहः भवति परन्तु तत्र रामलक्ष्मणभरतशत्रुघ्नः इति अपि दशरथस्य पुत्रस्य समूहः भवति परन्तु अहं चिन्तयामि केवलं तत्र एकवचनं नपुंसकलिङ्गे नास्ति अतः वयं जानीमः तत्तु इतरेतरद्वन्द्वः समासः परन्तु पाणिपदम् इति समाहारः इति भवति सत्यं सत्यम् अत्र रामकृष्णः इति इदानीं न चिन्तयतु अत्र कोऽपि किम् अस्ति अत्र मेहुल् जगन्नाथः इति चिन्तयतु तत्र अत्र समूहः नास्ति खलु हा तर्हि अत्र समूहः नास्ति अत्र रामकृष्णः इति दशरथस्य पुत्रः नास्ति खलु रामकृष्णः भिन्नः रामः भिन्नः परन्तु रामकृष्णः इत्यत्रापि समाहारद्वन्द्वः कर्तुं शक्नुमः रामकृष्णम् इति कर्तुं शक्नुमः अवयवाः सन्ति भिन्नभिन्न अवयवाः सन्ति पाणि अपि च पादौ घट अपि पटश्च अपि द्वयोः भिन्नपदार्थः भवति परन्तु एकस्मिन् अत्र पदे यदि एकवचनं नपुंसकलिङ्गं पदं स्वीकुर्मः चेत् तत्तु समाहारद्वन्द्वः भवति, अथवा इतरे द्वन्द्वः अपि भवितुं शक्नोति, वयं कर्तुं शक्नुमः। हा, कर्तुं शक्नुमः। अत्र अत्र यत्र समस्तपदं दृष्ट्वा पृथक् पृथक् कर्तुं न शक्नुमः। अत्र एकमेव पदार्थम् इति स्वीकुर्मः, पाणिपदम् इति एकसमूहः इति स्वीकुर्मः, तत्र समाहारद्वन्द्वः। यत्र समस्तपदं दृष्ट्वा पृथक् पृथक् कर्तुं शक्नुमः, किमर्थं पृथक् कर्तुं शक्नुमः, यतोहि द्विवचने अस्ति, द्विवचने अस्ति इति कृत्वा पृथक् कर्तुं शक्नुमः, अतः तत्र इतरेतरद्वन्द्वः। अस्तु, अत्र किञ्चित् पुस्तकात् पठामः, तदनन्तरम् अत्र नियमाः के इति वदामि। द्वन्द्वसमासभेदाः इति अस्माकं गीताप्रवेशपुस्तके पृष्ठसङ्ख्या अस्ति 43 अधिक 100 पृष्ठे। अहं पठामि वा भगिनि? हां, भवान् एव पठतु। अस्तु, द्वन्द्वसमासभेदः प्रथमम् इतरेतरद्वन्द्वः। इतरेतरयोगे इत्युक्ते मिलितानाम् एकस्मिन् अर्थे अन्वयः इतरेतरयोगः, वर्तमानं द्वन्द्वं समस्यते सः इतरेतरद्वन्द्वः इति उच्यते। यथा हरिश्च हरश्च हरिहरौ, हरिश्च हरश्च गुरुश्च हरिहरगुरवः, माता च पिता च मातापितरौ, रामश्च लक्ष्मणश्च भरतश्च शत्रुघ्नश्च रामलक्ष्मणभरतशत्रुघ्नाः। इतरेतरयोगद्वन्द्वे समस्तपदे यदि द्वे पदे भवतः तर्हि समस्तपदं द्विवचनान्तं, यदि बहूनि पदानि भवन्ति तर्हि बहुवचनान्तं भवति। अत्र द्वन्द्वसमासस्य भेदाः किति कति अस्ति इति अत्र भेदद्वयम् अस्ति। प्रथमम् अस्ति इतरेतरद्वन्द्वः। इतरेतरद्वन्द्वे सुबन्तपदं समस्तपदं सुबन्तपदम् अस्ति। तत्र सर्वे पदाः भिन्नभिन्नपदानि मिलित्वा एक एव पदं निर्माणं भवति, पदस्य निर्माणं भवति, सः एव इतरेतरद्वन्द्वः इति वयं वक्तुं शक्नुमः। अत्र उदाहरणानि सन्ति हरिश्च अपि च हरश्च, द्वयोः हरि अपि च हर इत्ययोः मेलनेन हरिहौ इति एकं पदं भवति। तत्र हरिहरौ इति इतरेतरद्वन्द्वस्य उदाहरणं भवति। अपि च एकक्षणं महोदय, एकक्षणं, अत्र समीचीनमेव, अत्र इतरेतरयोगद्वन्द्वः अस्ति, तर्हि मिलितानाम् एकस्मिन् अर्थे अन्वयः इतरेतरयोगः इति, यथा अत्र पूर्वम् उक्तं, बहवः पदार्थाः सन्ति, तेषां मेलनेन अत्र एकं समस्तपदम् इतरेतरयोगद्वन्द्वः इति अस्ति। अपि च प्रथमम् उदाहरणमस्ति हरिश्च हरश्च इति अस्ति, तर्हि अत्र हरिः एकः पदार्थः, हरः एकः भिन्नः पदार्थः, तयोः योगे हरिहरौ इति समासः, हरिः योगः हर, अत्र हर इति पदम् उत्तरपदं, तस्य लिङ्गं पुल्लिङ्गे अस्ति, अतः समासस्य लिङ्गम् अपि पुल्लिङ्गम्। अपि च अत्र समासे पदद्वयं वर्तते, पदार्थद्वयम्, अतः द्विवचने अस्ति हरिहरौ इति। यदि अत्र प्रश्नः उदेति, यदि हरश्च हरिश्च इति वदामः चेत् तत्र हरहरि इति भवति वा इति चेत् न, तथा न भवति। किमर्थं न भवति इति चेत् अत्र नियमः कः इति चेत्, यत्र ह्रस्व इकारान्त ह्रस्व उकारान्त पुल्लिङ्गे अथवा नपुंसकलिङ्गे शब्दाः सन्ति, तेषां प्रयोगः पूर्वं भवति। अतः हरश्च हरिश्च इति वदामः चेदपि हरिहरौ इति एव समासः, यतोहि हरि इति पदम् इकारान्त ह्रस्व इकारान्तपदम्, अतः तस्य प्रयोगः पूर्वं भवति, अतः हरिहर हरिहरौ इति एव समासः। अतः प्रथमः नियमः पुल्लिङ्गे अस्ति वा नपुंसकलिङ्गे अस्ति वा ह्रस्व इकारान्तप्रातिपदिकम् अस्ति वा इति द्रष्टव्यं। ह्रस्व इकारान्तप्रातिपदिकम् अस्ति चेत् तस्य पूर्वप्रयोगः भवति समासे, इत्युक्ते तत् पदं पूर्वपदं भवति। अस्तु, द्वितीयः अपि च हरिहरौ इत्यस्य अन्वयः पदस्य एव अन्वयः क्रियापदे भवति के अन्यत् तत्र पदद्वयं भवति चेत् अपि समस्तपदे एव क्रियापदस्य अन्वयः भवति पुनः वदतु हरिहरौ इत्यस्य एव अन्वयः क्रियापदे भवति हरि अपि च हर इति पदद्वयं मिलित्वा एव एक एव पदे पदं भूत्वा तस्य अन्वयः क्रियापदे भवति अत्र द्वन्द्वसमासे उभयोः पदार्थयोः अन्वयः अस्ति क्रियया सह यद्यपि भवान् हरीश्च हरश्च इति वदति अत्र विग्रहवाक्यं हरीश्च हरश्च इति वदति चेत् तत्रापि हरिहरौ इति एव समासः अस्ति हरश्च हरिश्च इति वदति चेत् अपि हरिहरौ इत्येव समस्तपदमस्ति अत्र समासे पदद्वयं पदार्थद्वयं वर्तते तयोः पृथक् पृथक् अन्वयः अस्ति क्रियया सह रमः हरिः अत्र हरिहरौ गच्छतः इति चेत् हरिः अपि गच्छति हरः अपि गच्छति तर्हि अतः एव अत्र सामान्यतया उभयपदार्थप्राधान्यम् इति वदामः यथा अत्र तत्पुरुषसमासे उत्तरपदार्थप्राधान्यं बहुव्रीहिसमासे अन्यपदार्थप्राधान्यं द्वन्द्वसमासे द्वयोः पदयोः अथवा बहूनां पदार्थानां प्राधान्यम् इत्युक्ते तेषाम् अन्वयः भवति क्रियया सह अस्तु अत्र द्वितीयम् उदाहरणम् अस्तु द्वितीयम् अस्ति हरिश्च हरश्च गुरुश्च अत्र पदत्रयं सन्ति तत्र समस्तपदं भवति हरिहरगुरवः अत्र पूर्वमेव वयं दृष्टवन्तः गुरुः इति अन्तिमपदम् अस्ति पूर्वपदम् उत्तरपदं तत्र तत्तु अपि उकारान्तपुल्लिङ्गपदम् अस्ति अतः अपि च तत्र बहवः पदानि सन्ति अतः हरिहरगुरवः इति अपि बहुवचनान्तरूपं भवति हरिहरगुरवः इति अत्र बहवः पदानि सन्ति इति समीकरोतु बहूनि पदानि सन्ति बहूनि पदानि सन्ति अत्र अत्र प्रथमनियमः अस्माभिः परिशीलितः खलु तत्र अत्र तादृशं किमपि अस्ति वा उकारान्तपुल्लिङ्ग ह्रस्व इकारान्तपुल्लिङ्गशब्दः यदि तत्र भवति चेत् तस्य प्रयोगं प्रथमं भवति अतः हरिश्च हरिः इति पदं प्रथमम् आगच्छति अनन्तरं अकारान्तपुल्लिङ्गशब्दाः आगच्छन्ति अतः हरिः इति प्रथमं तत्र अस्ति अहं ह्रस्व इकारान्तः ह्रस्व उकारान्तः इति अपि उक्तवती खलु ओ ह्रस्व उकारान्त अपि तर्हि बहुवचने गुरवः इति भवति अतः तर्हि अत्र पश्यतु अत्र नियमः कः इति चेत् अस्मिन् सन्दर्भे ह्रस्व इकारान्तः अपि अस्ति हरि इति शब्दः गुरु इति शब्दः ह्रस्व उकारान्तः अस्ति तर्हि अत्र नियमः नास्ति अतः वयं किं कुर्मः अत्र एकं पदं पूर्वं स्थापयामः हरि गुरु तयोः मध्ये एकं पदं पूर्वं स्थापयामः तर्हि हरि इति प्रथमं स्थापयामः इति चिन्तयतु तर्हि हरि इति प्रथमं स्थापयामः तदनन्तरं गुरु अपि भवितुम् अर्हति तदनन्तरं हरः इति भवितुम् अर्हति तर्हि एकं पदार्थं पूर्वं स्थापयामः तदनन्तरं नियमः नास्ति तत्र अतः हरि गुरु हरः हराः इत्यपि वक्तुं शक्यते हरि हर गुरवः इत्यपि वक्तुं शक्यते समासः समस्तपदम् अत्र हरि इति इकारान्तशब्दस्य प्राधान्यं भवति वा इत्युक्ते तस्य एव क्रमप्रथमं भवति अपेक्षया उकारान्तस्य अपेक्षया तथा किमपि न उक्तं तथा किमपि न उक्तं यत्र अनेकप्राप्तौ एकत्र तत्र किं कुर्मः इति चेत् तत्र द्वयोः मध्ये एकं प्रथमं स्थापयामः अत्र हरिः अपि च गुरुः इति पश्यामः चेत् प्रथमं तत्र ह्रस्व इकारान्तः उकारान्तः इति पश्यामः तदनन्तरं पश्यामः चेत् हरिः अपि च गुरुः तयोः मध्ये कः श्रेष्ठः हरिः एव श्रेष्ठः अतः हरिं प्रथमं स्थापयामः यत्पदं श्रेष्ठत्वं द्योतयति अथवा प्रकाशयति तादृशपदं पूर्वं स्थापयामः अतः हरिः प्रथमम् आगच्छति तदनन्तरं हरश्च गुरुश्च तयोर्मध्ये यत्किमपि पूर्वं भवितुम् अर्हति, तत्र नियमः नास्ति. अस्तु, अतः समासः हरि हरिहर गुरवः इत्यपि भवितुम् अर्हति, हरिगुरु हराहराः इत्यपि भवितुम् अर्हति. अस्तु भगिनि, इत्युक्ते हर गुरु हरि तथा न भवति इति खलु? न भवति. किमर्थम् इत्युक्ते ह्रस्व इकारः वा अथवा ह्रस् उकारान्तपदं प्रथमं स्थापयामः. सत्यम्. अस्तु अस्तु अस्तु. बालसुब्रह्मण्य महोदय अग्रिमं करोति वा? माता च पिता च. भगिनि भगिनि, अत्र गुरु हरिहराः न भवति, तथा न भवति. गुरु हरयः न भगिनि, यथा उक्तम् अत्र यत्र कस्व इकारान्तपदम् अथवा उकारान्तपदमस्ति तस्य एव प्रथमं पूर्वं पूर्वप्रयोगः तस्य एव करणीयः. अतः अत्र हरि इति पदम् इकारान्तः ह्रस्व इकारान्तः अस्ति, गुरु इति पदं ह्रस्व उकारान्तः अस्ति, तयोः मध्ये किं पदं पूर्वं भवेत् इति चेत् हरिः इति पदं श्रेष्ठः अस्ति. श्रेष्ठत्वं श्रेष्ठत्वं प्रकाशयति, अतः हरि इति पदं प्रथमं स्थापयामः, तदनन्तरं हरः अपि च गुरुः तयोर्मध्ये यत्किमपि भवितुम् अर्हति पूर्वम्. स्पष्टं वा? आं भगिनि आम्. राजी भगिनी, प्रश्नः आसीत् वा? न भगिनि, तदेव अस्ति, समाधानम् अभवत्. अस्तु अस्तु, अत्र बालसुब्रह्मण्य महोदय पठति वा? पक्षिणः इति प्रयोगम् अस्ति वा? पक्षिणः पुनः पृच्छतु. पशुपक्षिणः इति प्रयोगम् अस्ति वा? पशुपक्षिणः. हा, पशुपक्षिणः इति अपि तत्र द्वन्द्वसमासः खलु? इतरेतरद्वन्द्व पशु पक्षिणः. अस्तु, अग्रे अग्रिमं करोतु. माता च पिता च. माता च पिता च, माता पितरौ. माता आकार आकार द्वयोः अपि आकारान्त, परन्तु माता इति स्त्रीलिङ्ग, पिता पुंलिङ्ग, तथापि उत्तरपद पिता इत्यस्य लिङ्गमेव स्वीकृतः. माता च पिता च, माता पितरौ. अत्र पिता च माता च इति वदामः चेत् अपि माता पितरौ इति एव समासः. पिता च माता इति वदामः चेदपि मातापितरौ इति एव समासः. किमर्थमिति चेत् माता अत्र पूजनीया अधिका पूजनीया, अतः माता एव माता इति पदस्य पूर्वप्रयोगः भवति. अस्तु अग्रिमम् अग्रिमं. रामस्य लक्ष्मणश्च भरतस्य शत्रुघ्नश्च समस्तपदं रामलक्ष्मणभरतशत्रुघ्नाः इति. सर्वे अपि पुल्लिङ्गपदानि. अन्तिम पदः शत्रुघ्नः, तस्य बहुवचनरूपेण राम भरत रामलक्ष्मणभरतशत्रुघ्नाः इति समस्तपद. अत्रापि तत्र क्रमः अस्ति, अत्र क्रमः अस्ति, रामायणे क्रमः अस्ति. रामश्च लक्ष्मणश्च भरतश्च शत्रुघ्नः, यतोहि लक्ष्मणः रामस्य छाया, शत्रुघ्नः भरतस्य छाया इति कृत्वा एतादृशक्रमः एव अत्र प्रयोक्तव्यः. अत्र क्रमस्य परिवर्तनं न कर्तुं शक्नुमः. अतः लक्ष्मणश्च रामस्य भरतस्य शत्रुघ्नः इति उक्त्वा लक्ष्मणरामभरतशत्रुघ्नः इति न वक्तुं शक्यते. अत्र क्रमस्य महत्त्वं वर्तते, अतः तथैव स्वीकुर्मः. अस्तु, अग्रिमवाक्यं पठतु महोदय. अग्रिमवाक्यं पठतु. श्रूयते वा? श्रूयते महोदय. पठामि. इतरेतरयोगद्वन्द्वे समस्तपदे यदि द्वे पदे भवतः तर्हि समस्तपदं द्विवचनान्तं, यदि बहूनि पदानि भवन्ति तर्हि बहुवचनान्तं भवति. इतरेतरयोगद्वन्द्वे समस्तपदे यदि द्वे पदे भवतः तर्हि समस्तपदं द्विवचनान्तं हरिहर इति उदाहरणे हरिहरौ इति द्विवचनान्तं बहूनि पदानि रामलक्ष्मणभरतशत्रुघ्नः इत्यादि बहुवचनं चेत् समस्तपदं बहुवचनान्तं भवति रामलक्ष्मणभरतशत्रुघ्नाः इति. अस्तु महोदय, अत्र सारांशरूपेण वदतु अत्र के के नियमाः अधीताः. अत्र के के नियमाः अधीताः एतावता सारांशरूपेण वदतु. दूरवाणी सन्ति, श्रूयते वा महोदय? न न न श्रूयते महोदय, चिन्ता नास्ति. अन्यः कोऽपि? अस्तु, अत्र क्षम्यतां. जगन्नाथ महोदय वदतु. भगिनी सरला अपि अस्मि. हा सरला भगिनी, नमस्कारः. अस्तु, किं वक्तव्यं महोदय? अत्र के के नियम एतावता के के नियमाः अधीताः अस्माभिः? अस्तु, एतद् दृष्टमन्त्रे इतरेतरद्वन्द्वः अस्ति चेत् तर्हि उत्तरपदस्य प्राधान्यम् उत्तरपदस्य लिङ्गं भवति. तत्र इका ह्रस्व इकार औकार उकारो भवति चेत् ते पूर्वे आगच्छन्ति. अत्र इकार द्वावपि स्तः चेत् तर्हि तयोर्मध्ये यः श्रेष्ठः तस्य नाम प्रथमे आगच्छति. बहवः पदानि सन्ति चेदपि श्रेष्ठत्वं प्रथमे यत् श्रेष्ठः तदेव पदं प्रथमे आगच्छति. समाहारद्वन्द्वे सर्वदा नपुंसकलिङ्ग तस्य समाहार इति कृत्वा समूहीकरणं भवति. तदर्थं सर्वदा नपुंसकलिङ्गे भवति. समीचीनं सम्यक् समीचीनमस्ति. अस्तु, तर्हि अत्र अग्रे एकः प्रश्नः. यदि माता पितरौ आगच्छति चेत् माता च पिता च मातापितरौ एव तादृशं पिता च माता च अपि मातापितरौ एव. पतिपत्नी अस्ति चेत् कथम् आगच्छति? पति च पत्नी च इति स्थितौ पतिपत्न्यौ पतिपत्न्यौ एव पतिपत्न्यौ एव पति यदि पति पूर्वपदं पत्नी पत्नी भूतृपदं पति पत्नी पूर्वपदं पति भूतृपदमपि एकः पतिपत्न्यौ एव. पति इति ह्रस्व इकारान्तः अस्ति खलु, तस्य पूर्वप्रयोगः. पत्नी दीर्घ इकारान्तः इति वा? न, अत्र पुल्लिङ्गे यत् पदं पुल्लिङ्गे अस्ति, ह्रस्व इकारान्तः ऊकारान्तः तस्य प्रयोगः पूर्वः इति. अत्र श्रेष्ठत्वम् इत्यस्मिन् विषये अपि किमपि अस्ति इति प्रायः चिन्तयामि, परन्तु इदानीं तादृशनियमः किं कुत्रापि न दृष्टवती. किं भगिनि? किं प्रायः श्रेष्ठत्वम् इत्यस्मिन् विषये अपि तत्र प्रायः किमपि तादृशम् आसीत् पूर्वकाले इति कृत्वा पति पूर्वम् आसीत्, परन्तु तस्मिन् विषये नियमः कुत्रापि न दृष्टम्. महोदय, अत्र एकक्षणं महोदय, एकक्षणं महोदय, रत्नभगिनी प्रश्नः आसीत् वा? आं भगिनि, भीमार्जुनौ इति साधारणतया श्रुतं, तत्र प्रायः ज्येष्ठः प्रथमपदम् आगच्छति इति. सत्यं, तदेव अग्रे वदामि, तदेव तस्मिन् विषये अग्रे वदामि. अस्तु, अपि च अन्यप्रश्नः भगिनि, मातापितरौ इति तत्र मातृशब्दस्य किं प्रातिपदिकं न स्वीकृतं, सर्वदा प्रथमविभक्त्यामेव भवति वा अत्र द्वन्द्वसमासे क्रियायाः सह किं सम्बन्धः इति कृत्वा? अत्र अत्र अत्र विशिष्टसूत्राणि सन्ति भगिनि. अत्र सामान्यतया मातृ इति एव प्रातिपदिकं स्वीकुर्मः, परन्तु अत्र समासस्य प्रसङ्गे माता इति तथैव स्वीकृतम्. अत्र प्रायः अत्र सूत्रमस्ति तदर्थम्. ओ अस्तु अस्तु अस्तु, बालसुब्रह्मण्य महोदय. क्षम्यतां भगिनि, सूत्रस्य किं मातापितरौ अवगच्छामि सूत्रस्य कारणेन इति, किन्तु तत् नास्ति चेत् अन्यत्र द्वन्द्वसमासे अपि प्रातिपदिकं स्वीकुर्मः वा? सत्यं सत्यं, हरि च हरश्च इति अस्ति चेत् हरि इति प्रातिपदिकं स्वीकुर्मः, हर इति प्रातिपदिकं स्वीकुर्मः. इदानीं समस्तपदस्य प्रातिपदिकं हरि हर इति अस्ति, तदानीं तत्र इदानीं पुल्लिङ्गे भवति वा इति चिन्तनीयं, तत्र अत्र लिङ्गं किम् इति चिन्तनीयम्. इदानीं हरिहर इति अस्ति उत्तरपदस्य लिङ्गम् इति कृत्वा अत्र पुल्लिङ्गे भवति, तर्हि हरिहरः इति अस्ति, तर्हि इदानीं द्विवचने हरिहरौ इति. अस्तु अस्तु भगिनि, धन्यवादः. भगिनि मातापिता तत्र प्रातिपदिकं नास्ति, तदेव उक्तवती. अत्र सामान्यतया प्रातिपदिकमेव स्वीकुर्मः, परन्तु मातापितरौ इत्यस्य वैशिष्ट्यं किमपि अस्ति, तत्र सूत्रमस्ति भगिनि तदर्थम्. अस्तु अस्तु, सामान्यतया तत्र मातृ इति एव भवति समासे, मातृ इति प्रातिपदिकमेव स्वीकुर्मः, परन्तु अत्र वैशिष्ट्यं किमपि अस्ति. ओके साधु अस्तु, तर्हि अग्रे अत्र अरुणा भगिनी पठति वा? समाहारद्वन्द्वः. समाहारो नाम समूहः, यत्र द्वयोः बहूनां वा समूहरूपेण भानं तत्र समाहारद्वन्द्वः. समाहारद्वन्द्वः नाम यत्र समूहः अस्ति तत् समास्तपदं समाहारद्वन्द्वः. सत्यम्, एकक्षण भगिनि, अत्र अन्यत् किमपि वक्तव्यम् अत्र, अपि च यत्र ह्रस्व इकारान्तः नास्ति उकारान्तः नास्ति, तत्र इतोपि अन्यः नियमः कः इति चेत्, यस्य अल्प अच्वरणः अस्ति तस्य पूर्वप्रयोगः भवति. यस्य अल्प अच्वरणः अस्ति तस्य पूर्वप्रयोगः भवति. यथा अत्र शिवकेशव इति वदामः चेत् शिवकेशव इति वदामः चेत् शिवकेशवौ इति समासः भवति, यतोहि शिव इति पदस्य इति पदे अच्वर्णद्वयमस्ति, केशव इति पदे अच्वर्णत्रयमस्ति, अतः शिव इति पदं तस्य पूर्वप्रयोगः भवति, शिवकेशवौ इति समासः इति अपि नियमः, यस्य अल्प अच्वर्णः अस्ति तस्य पूर्वप्रयोगः इति. अपि च यत्र क्रमः भवति, यथा अत्र भीमार्जुनौ इति उक्तं, तत्र क्रमः अस्ति, वयं जानीमः तत्र भीमः एव ज्येष्ठः, अतः ज्येष्ठस्य पूर्वप्रयोगः भवति, अतः भीमार्जुनौ इत्येव समासः, न तु अर्जुनभीमौ इति समासः नास्ति. अपि च यः श्रेष्ठः, अपि च यः श्रेष्ठः अस्ति अथवा पूज्यः अस्ति तस्य पूर्वप्रयोगः. एतावता तत्र ह्रस्व इकारान्तः उकारान्तः पुल्लिङ्गनपुंसकलिङ्गशब्दः अस्ति चेत् तस्य पूर्वप्रयोगः भवति, अपि च अल्प यस्य अल्प अच्वरणः अस्ति तस्य पूर्वप्रयोगः भवति, यत्र क्रमः अस्ति यथा अत्र ज्येष्ठः इति तादृशक्रमः अस्ति, तत्र क्रमेण एव समासः भवति. अपि च यः पूज्यः अस्ति अथवा श्रेष्ठः अस्ति तस्य पूर्वप्रयोगः भवति. अपि च पञ्चमः नियमः कः इति चेत्, यत् पदम् अजादिः अस्ति अदन्तम् अस्ति, अजादिः इत्युक्ते यस्य पदस्य आदौ अच्वर्णः अस्ति अपि च अन्ते ह्रस्व अकारः अस्ति तादृशपदस्य पूर्वप्रयोगः भवति. इत्युक्ते अत्र ईशकृष्णौ इति वदामि चेत् ईश इति पदम् अजादिः अस्ति, यतोहि दीर्घ इकारः तस्य आदौ अस्ति, अन्ते ह्रस्व अकारः अस्ति, अतः तस्य पूर्वप्रयोगः भवति, तर्हि ईशकृष्णौ इति समासः, न तु कृष्ण ईशौ इति पञ्चमनियमः। भगिनी पञ्चमनियमः पुनः कृपया वदति वा? ईशकृष्णौ यत् पदं यस्य आदौ अच्वर्णः अस्ति, अच्वर्णः इत्युक्ते स्वरः अस्ति, यस्य आदौ स्वरः अस्ति, आदौ स्वरः अस्ति, अन्ते ह्रस्व अकारः अस्ति, इत्युक्ते तादृशपदं यस्य आदौ स्वरः अस्ति अन्ते ह्रस्व अकारः अस्ति, तादृशपदस्य पूर्वप्रयोगः भवति। अत्र ईशकृष्णौ इति पश्यामः चेत् ईश इति पदस्य आदौ स्वरः अस्ति, अन्ते अशकार उत्तरवर्ति अकारः ह्रस्व अकारः अस्ति, अतः अजादिः अदन्तम् इति वदामः, तादृशपदस्य पूर्वप्रयोगः। यतोहि कृष्ण इति पदम् अजादिः नास्ति, इत्युक्ते तस्य आदौ स्वरः नास्ति, अन्ते यद्यपि अकारः अस्ति परन्तु आदौ स्वरः नास्ति, अतः तस्य पूर्वप्रयोगः नास्ति। आदौ आदौ अपि अन्ते अपि स्वर अक्षरम् अस्ति इति वा? आदौ आदौ यः कोऽपि स्वरः भवितुम् अर्हति, अन्ते केवलं ह्रस्व अकारः, अन्ते केवलं अकारः, परन्तु आदौ स्वरः न अस्ति चेत् पूर्वप्रयोगः नास्ति। अत्र नियम तस्मिन्नेव नियमद्वयम् अस्ति, अजादिः अदन्तम् इत्युक्ते आदौ यः कोऽपि स्वरः अन्ते ह्रस्व अकारः अस्ति चेत्, यथा अत्र उमेशः इति वदामः चेत् उमेष इति पदे आदौ उकारः अस्ति अन्ते अकारः अस्ति, तर्हि उमेशकृष्णौ इति भवति। भगिनी तत्र ज्येष्ठ अपि च पूजनीय इत्यस्य नियमः न स्वीकुर्मः वा? तत्र तादृश उदाहरणमस्ति वा? तर्हि तत्र चिन्तनीयं भवति, यतोहि तत्र अल्प यस्य अल्प अच्वर्णः अस्ति तदेव तदेव अन्ते अन्तिमनियमः, अतः तस्य प्राधान्यं भवति। अस्तु, अपि च एते सर्वे नियमाः इतर इतर द्वन्द्वे एव आगच्छति वा? समाहारद्वन्द्वे न, समाहारद्वन्द्वे समाहारद्वन्द्वे यत्र प्रायः तादृश उदाहरणानि न सन्ति इति चिन्तयामि। समाहारद्वन्द्वे अपि यदि इतर इतरेतरद्वन्द्वः इति स्वीकृत्य तस्य एव समाहारद्वन्द्वं कुर्मः चेत् तत्रापि एतादृशनियमः अस्ति खलु, ईशकृष्णम् ईशकृष्णम् इति, तथैव तद् नियमः तत्रापि सन्ति। अस्तु, यथा भवती उक्तवती उमेशश्च कृष्णश्च उमेशकृष्णौ, तत्र ऊकार अजादि अस्ति, शकारस्य उत्तरम् अकार अस्ति, तत् अजादि अदन्त पदमस्ति, किन्तु यदि अल्प अचुवर्ण वयं पश्यामः उमेश, तत्र त्रयः अचवर्णाः सन्ति, कृष्णतयोः मध्ये द्वयम् अचवर्णाः सन्ति। हा, उमेशकृष्ण इति खलु, तत्र पुनः चिन्तनीयम् अस्तु, अत्र यद्यपि अजातिः अदन्तमस्ति तथापि तत्र यस्य अल्प अचवर्णः तदेव पूर्वप्रयोगः इति पुनः चिन्तनीयं, सत्यं समीचीनं। यथा रामकृष्ण यदि वदामः, रामश्च कृष्णश्च द्वयोः मध्ये अचवर्ण द्वयमस्ति, कथं रामकृष्णौ कृष्णरामौ इति? हा, उभयता वक्तुं शक्यते, उभयसाधु, उभयमपि साधु, अतः प्रत्येकम् उदाहरणं स्वीकृत्य तत्र द्रष्टव्यं कथं किं नियमः कः इति दृष्ट्वा तदनन्तरमेव समासः भवति। भगिनि इतोपि अन्यत् उदाहरणं, पार्वती परमेश्वरौ इति साधारणतया श्रुतं खलु, तत्र दीर्घ इकारः प्रथमपदस्य अन्ते अस्ति, माता इति अधिकपूजनीया इति प्रथमं स्वीकृतं वा? पार्वती परमेश्वरौ इत्यत्र वा? हा, पार्वती परमेश्वरौ इति एव अत्र अत्र सर्वत्र तथा एव अस्ति, तत्र प्रयोगः तादृशमेव अस्ति, पार्वती परमेश्वरौ, कुत्रापि परमेश्वर पार्वती इति तादृशं नास्ति अत्र, यतोहि पार्वती तत्र पार्वती इतोपि शक्तिः इतोपि पूजनीया इति। अस्तु, महोदय, सम्पूर्णेन अपरिचित अप्रसिद्धनामानि चेत् उदाहरणरूपेण अहल्या, द्रौपदी, सीता, दारा, मन्दोदरी एतानि मार्कण्डेयः, हनुमन्तः, कृपः इत्यादि, चिरञ्जीविनः इत्यादि नाम चेत् क्रमः कथं निर्णीतम्? तत्र तत्र तत्र सम्बन्धः नास्ति खलु, सम्बन्धः नास्ति, पृथक् पृथक् पदं तत्र कोऽपि सम्बन्धः नास्ति, तर्हि तत्र तेषु कोऽपि पूजनीयः अस्ति वा, श्रेष्ठः अस्ति वा इति द्रष्टव्यं, तस्य पूर्वप्रयोगः भवितुमर्हति, अजादिः अस्ति वा, अदन्तः अस्ति वा इति द्रष्टव्यं, यस्य अल्प अचवर्णः अस्ति इति द्रष्टव्यं, तर्हि तत् तादृशं दृष्ट्वा अत्र निर्णयः भवति. यत्र बहूनां नियमानां प्रयोगः अस्ति तत्र यस्य अल्प अचवर्ण अस्ति तदेव अत्र तस्य एव तत्सूत्रम् अन्तिमम् अस्ति, अतः तस्य बलम् अधिकम् इति कृत्वा यस्य अल्प अचवर्णः अस्ति तस्य पूर्वप्रयोगः इति तत्र तादृशनियमः. शिवशक्तिः इति प्रयोगे शक्ति ह्रस्व इकारान्त अस्ति, तदपि तर्हि कथम् अन्ते आगच्छति? न, तत्र ह्रस्व इकारान्तः उकारान्तः केवलं पुल्लिङ्ग नपुंसकलिङ्गशब्दस्य विषये, न तु स्त्रीलिङ्गशब्दस्य विषये. शक्तिः इति स्त्रीलिङ्गशब्दः अस्ति खलु, पूर्वप्रयोगः इति नियमः केवलं पुल्लिङ्गनपुंसकलिङ्गशब्दानाम् एव ह्रस्व इकारान्त उकारान्तः. परन्तु भगिनि, शिवशक्तिपदे शिवस्य शक्ति षष्ठी तत्पुरुषसमासः अस्ति न वा? न, अत्र एवमेव महोदयेन उक्तं, तत्र वाक्यं किम् इति किमपि न, इदानीं तत्र शिवस्य शक्तिः इति वक्तुमिच्छति वा, नो चेत् शिवशक्तिः इति अत्र अत्र उत्तरपदस्य प्राधान्यं वक्तुमिच्छति वा भवती? शिवस्य शक्तिः इत्युक्ते तत्र उत्तरपदस्य प्राधान्यम् इति वदति, परन्तु यदि महोदय उभयपदार्थस्य प्राधान्यम् इति वदति चेत् शिवशक्तिः गच्छतः इति वक्तुमिच्छति चेत् तत्र द्वन्द्वः अपि भवितुम् अर्हति खलु, तत्र सन्दर्भः कः इति एव दृष्ट्वा ज्ञातुं शक्नुमः. अस्तु, अत्र अरुणभगिनी इदानीं पठतु भगिनी समाहारद्वन्द्वः. क्षम्यतां, समाहारद्वन्द्वः समाहारो नाम समूहः, यत्र द्वयोः बहूनां वा समूहरूपेण भानं तत्र समाहारद्वन्द्वः. समाहारार्थं समूहः, यत्र द्वयोः बहूनां वा अथवा समूहरूपेण प्रकाशितं तत्र समाहारद्वन्द्वः भवति. तदनन्तरं द्वयोः बहूनाम् इति पाणि, द्वे पाणि पादौ इति द्वयोः शब्दः, तत्र समस्तपदं समये कृत्वा समाहारद्वन्द्वः इति वदति. अग्रिम उदाहरणमपि पठतु. यथा पाणि च पादौ च एतेषां समाहारः पाणिपादं, घटश्च पटश्च एतयोः समाहारः घटपटं. कथं घटश्च बहु द्वयोः, घट एकः एव न? घटः एकः एव, पटः एकः एव, यत्र पदार्थद्वयम् अस्ति, पदार्थद्वयमस्ति चेत् तत्र समूहीकरणं भवितुम् अर्हति. एकः एव पदार्थः अस्ति चेत् समूहः नास्ति, परन्तु पदार्थद्वयम् अस्ति चेत् समूहीकरणं कर्तुं शक्नुमः. अतः अत्र कटश्च पटश्च एतयोः समाहारः इति विग्रहवाक्ये तादृशमस्ति. पाणी च पादौ च एतेषां समाहारः, एतेषां समाहारः इत्यनेन तत्र बहुवचनस्य बहुवचनं बोधयति. कटश्च पटश्च इत्यनेन एतयोः इति तत्र पदार्थद्वयं तेषां तयोः समाहारः घटपटम्. पटघटौ इति न, पटघटम् इति न आगन्तुं शक्नोति वा? पटघट इति पटश्च पटघटम् इति अपि वक्तुं शक्यते. अत्र अत्र नियमः पदार्थद्वयमपि तत्र अचुवर्णद्वयम् अस्ति, किमपि ह्रस्वैकारान्त उकारान्तः नास्ति, अतः तत्र क्रमः किमपि नास्ति, श्रेष्ठत्वं किमपि नास्ति, तर्हि तत्र पटघटम् इत्यपि वक्तुं शक्यते. परन्तु पाणि च पादौ च पाणिपादम् एव वयं पादौ च पाणि च इति वदेम तदानीं पादपाणि इति पादपाणि इति आगन्तुं शक्नोति वा? इतः प्रसिद्धप्रयोगः अस्ति पाणिपादम् इति एव सर्वदा वयं सर्वदा वदन्ति, परन्तु अन्यथा आगन्तुं शक्नोति वा? न शक्नोति, यतोहि पाणि इति पदं ह्रस्व इकारान्तपदम् अस्ति, पूर्वप्रयोगः पाणिः. ऐ सि, अस्तु भगिनी अग्रिमम् उदाहरणं. संज्ञा च परिभाषा च एतयोः समाहारः संज्ञापरिभाषम्. अत्र किं जातं? विशेषः अत्र अपि एकपदमेव, ततः एतयोः विग्रहवाक्ये एतयोः समाहारः संज्ञापरिभाषम्. अत्र पश्यति चेत् न प्रपञ्चलिङ्गे एकवचनमेव, तत् नियमः अस्ति न? अत्र संज्ञा च परिभाषा च एतयोः समाहारः संज्ञापरिभाषम् इति अस्ति. भाषं नपुंसकलिङ्गे कृत्वा भाषां, तर्हि भाषाम् इति नास्ति. तत्र ह्रस्व अकारान्त, यत्र आकारान्तशब्दः अस्ति ह्रस्व अकारान्तः भूत्वा नपुंसकलिङ्गे भवति, ह्रस्वः भवति सर्वत्र. ह्रस्वः भूत्वा नपुंसकलिङ्गे अम् इति योजयामः, संज्ञापरिभाषम्. भगिनि, अत्र घटश्च पटश्च इति तौ पृथक् पृथक् खलु, अत्र किमपि तयोः सम्बन्धः नास्ति, यथा पाणिपादौ एकस्य अवयवः इति नास्ति. इत्युक्ते यथा इच्छा इत्युक्ते घटपटौ इत्यपि भवितुम् अर्हति यदि इतरेतरद्वन्द्वं कर्तुम् इच्छामः, अथवा घटपटम् इति समाहारद्वन्द्वमपि भवितुम् अर्हति यथा इच्छा इति, यथा वयम् इच्छामः तथा कुर्मः वा? सत्यं, सामान्यतया यथेच्छं तथा कुर्मः, परन्तु तत्र समाहारद्वन्द्वस्य विषये तत्र केचन समासाः नित्यसमासाः इति, तत्र कुत्र नित्यसमासः भवति इति पश्यामः अधुना. भवती एव अग्रे पठतु केषाञ्चित् पदानां. हा, केषाञ्चित् पदानां तु समाहारद्वन्द्वसमासः नित्यः. ओ अस्तु. प्राण्याङ्गनां, सूर्याङ्गनां, सेनाङ्गनां च. अस्तु, प्राण्यङ्गानि पाणि च पादौ च एतेषां समाहारः पाणिपादं, पाणिपादाः इति कदापि न सम्भवति. अस्तु, पुनः आगच्छामि. तूर्याङ्गानि, मार्दङ्गिकाश्च. प्राण्यङ्गानि इति प्रथमं वदतु भगिनि. अस्तु, प्राण्यङ्गानि इत्युक्ते एकः प्राणी अस्ति, तस्य अङ्गानि पाणि च पादौ च एतेषां समाहारः सर्वदा नित्य समाहारद्वन्द्वसमासः एव भवति, पाणिपादम् एव भवति, न तु पाणिपादाः इति. सत्यं, समीचीनं, तथैव. तत्र तर्हि तत्र समासस्य घटकानि इदानीम् अत्र प्राणिनाम् अङ्गानि सन्ति चेत् तर्हि तत्र समाहारद्वन्द्वः एव नित्यरूपेण भवति, तत्र द्वन्द्वसमासः इतरेतरद्वन्द्वः न भवितुम् अर्हति. यतः अत्र पाणिपादाः इति कदापि न सम्भवति, अतः पाणिपादम् इति एव समस्तपदम्. अस्तु, अग्रे भगिनि. तूर्याङ्गानि, मार्दङ्गिकाश्च, पाणविकाश्च एतेषां समाहारः मार्दङ्गिकपाणविकं. तुर्यङ्गानि प्रायः युद्धभूमौ ये उपयोगं कुर्वन्ति वाद्यानि भगिनि, तुर्यङ्गानि इत्युक्ते वाद्यानि. हा हा हा, अस्तु. मार्दङ्गिकम् इत्युक्ते तत्र मृदङ्गम् अस्ति खलु, मृदङ्गम्. ओ अस्तु अस्तु अस्तु. पाणविकम् इति अपि ड्रम्स् इति. ओ अस्तु, तूर्याङ्गानि इत्युक्ते वीणा, मुरलीं, मुरलिं तथा. सत्यं, हो अस्तु अस्तु भगिनि. यत्र यथा भवती उक्तवती वादनानि सन्ति तत्र पुनः समाहारद्वन्द्वसमासः एव नित्यं भवति न तु वीणा मुरली इति न भवति. अनन्तरं सेनाङ्गानि रथिकाश्च अश्वारोहाश्च एतेषां समाहारः रथिकाश्वरोहं पुनः अन्य नित्यसमासस्य विषये उक्तं. यत्र सेनायाः अङ्गानि सन्ति तस्मिन् तेषां विषये यदि वदामः तत्रापि समाहारद्वन्द्वनित्यसमासः भवति. इत्युक्ते नपुंसकलिङ्गे एकवचने एव वदामः सेनाङ्गानां विषये, न तु बहुवचने भवति. यथा रथिकाश्वरोहम् अश्वारोहम् इति. सत्यं, समीचीनं भगिनि, सम्यक्. तर्हि अत्र कुत्र कुत्र नित्यसमासः भवति इति अत्र उक्तमस्ति. यत्र प्राणी अङ्गानि, तुर्यङ्गानि इत्युक्ते वाद्यानि, अपि च सेनानाम् अङ्गानि, सेनाङ्गानि, तत्र सर्वत्र समाहारद्वन्द्वः नित्यरूपेण भवति अस्ति. अग्रे अग्रे पद्मा भगिनी पठति वा? आं भगिनि. येषां विरोधः शाश्वतिकः. येषां विरोधः शाश्वतिकः, अहिश्च नकुलश्च अनयोः समाहारः. अहिनकुलम् अहिनकुलम् येषां विरोधः शाश्वतिकः इत्युक्ते शाश्वतिक न अवगतं भगिनि. विरुद्धसूत्राणि विरोधमेव अद्य अहि इत्युक्ते सर्पः, नकुलः अपि सर्पस्य विरोधः नकुलः, विरोधि नकुलः सदा विरोधि सर्वदा विरोधः अस्ति. जातिविरोधः अस्ति, जातिविरोधः अस्ति इत्युक्ते तत्र तात्कालिकविरोधः नास्ति, टेम्पररि नास्ति, सर्वदा अस्ति विरोधः. यथा सर्पः नकुलः तयोः विरोधः सर्वदा अस्ति. अतः यत्र तादृशपदार्थद्वयम् अस्ति तत्र समाहारद्वन्द्वः एव भवति. अहिश्च नकुलश्च अनयोः समाहारः अहिनकुलम् इति अस्ति. अपि च अग्रे अवगतम्. गौश्च व्याघ्रश्च अनयोः समाहारः. अत्रापि गौ गोव्याघ्रं भवति समाहारः. गोव्याघ्रं काकश्च उलूकश्च अनयोः. अत्र मम अवगतं विरोधं नास्ति, परन्तु समाहारः एव भवति. काकोलूकं भवति. अत्र अच् अच् स्वरः अस्ति उलूकं, तद् शाश्वतिकः इति वदति. उलूकं परे आगच्छति, काकः पूर्वे आगच्छति, उलूकः परे आगच्छति इति. किमर्थं सम्यक् भगिनि? न, अजादिः अस्ति यथा भवती वदति. अजादिः अस्ति चेत् पूर्वप्रयोगः भवति खलु, अजादिः अदन्तम् अस्ति चेत्. परन्तु अत्र नास्ति, यतोहि अत्र काक इति अल्प अच्वर्णः अस्ति, तस्य अल्प अच्वर्णः, तस्य पूर्वप्रयोगः. भगिनि, अत्र उलूकः इत्यनेन उलूकः औल् तथैव औल् अपि आगच्छति. सत्यं, नाम आगच्छति. सत्यं सत्यं. सदा विरोधि वा भगिनि काकः? मम काकः दिने उलूकः उल्लूकः रात्रे एव पश्यति रात्रौ परन्तु न न एकक्षणम् अत्र जगन्नाथ महोदय वदतु महाभारते एतस्य कथा अस्ति यद् अश्वत्थामा अश्वत्थामा अन्य द्वौ के कृपाचार्य अन्य एक ते युद्धभूमौ पलायन्तः तथा तस्मात् परं वने गतवन्तः तत्र अश्वत्थामा दृष्टवन्तः एकः उलूकः सर्वे वृक्षे यत्र बहवः काकाः सुप्तम् आसन् तेषां हननं कृत्वा सर्वेषां हननं कृतवन्तः तथैव पुनरागत्य यत् पाण्डवसेनां यत् शेषभागम् आसीत् तत्सर्वं एकमेव रात्रौ तेषां हननं अश्वत्थामा हननं कृतवान् तथैव सर्वदा तद् उलूकः किमपि खादितुं शक्नोति किन्तु रात्रौ एव यत् यदपि सुप्तमस्ति वा जागृत अस्ति वा तत्सर्वं स न पश्यति यदा तस्य खादनसमये आगच्छति तदा तथा खादति यत् प्राप्तम् अस्तु अस्तु दृश्यते अहि अहिश्च नकुलश्च अहिनकुलं गोश्च व्याघ्रश्च गोव्याघ्रं काकश्च उलूकश्च काकोलुकम् इति सर्वत्र प्रे प्रथमे आगच्छति प्रेडेटर् उत्तरे आगच्छति तादृशं किमपि नियमः अस्ति वा अत्र तादृशनियमः किमपि न दृष्टं महोदय अहिश्च नकुलश्च इति कः कः प्रथमं भवेत् इति अत्र अन्ते आगच्छति इति वा तत्र तादृशनियमः सूत्रं किमपि न दृष्टवती परन्तु इदानीं भवान् यद्वदति सम्यक् अस्ति इति भाति अत्र तादृश उदाहरणमस्ति वा तत्र नित्यसमास समासरूपेण यत्र क्रमस्य परिवर्तनं द्रष्टव्यं महोदय भगिनि गौश्च व्याघ्रश्च इति पदयोः किमर्थं गोव्याघ्रं गौव्याघ्रम् इति न आगच्छति वा तत्र गौः इत्यस्य प्रातिपदिकं किम् ओ गो वा अस्तु अस्तु अस्तु गो एव प्रातिपदिकम् अस्तु अग्रिमं वाक्यं पठतु भगिनि पद्मा भगिनि आं भगिनि समाहारद्वन्द्वे बहूनां पदानां समासेपि समस्तपदम् एकवचनान्तं नपुंसकलिङ्गं च भवति इति सूत्रं पूर्वं अहं चर्चितवन्तः बहूनां पदानां भवति चेत् समस्तपदम् एकवचनं नपुंसकलिङ्गे भवति समाहारद्वन्द्वसमासे सत्यं तर्हि अत्र द्वन्द्वसमासे इतरेतरद्वन्द्वः अपि च समाहारद्वन्द्वः इति विधद्वयम् अत्र यस्यापि इतरेतरद्वन्द्वः अस्ति तस्य समाहारद्वन्द्वः अपि भवितुमर्हति सामान्यतया यस्य समाहारद्वन्द्वः अस्ति तस्य इतरेतरद्वन्द्वः भवितुमर्हति परन्तु यत्र नित्यसमासः भवति यथा प्राणी अङ्गानि यत्र वाद्यानि सन्ति अपि च सेनाङ्गानि नो चेत् यत्र जातिविरोधः अस्ति तत्र सर्वत्र नित्यरूपेण समाहारद्वन्द्वः एव भवति न तु इतरेतरद्वन्द्वः इति नियमः अस्तु तर्हि अग्रिमपृष्ठे उदाहरणानि सन्ति पठामः पुष्पभगिनी अग्रे पठति वा अस्तु भगिनि यद्यपि अन्ये च केषाञ्चित् पदानां समाहारद्वन्द्वसमासः नित्यः तथापि अप्रसिद्धत्वात् तत्समासस्य विवरणं न कृतम् अस्तु गीतेषु अर्थेषु समासपदं लिखिता आम्रश्च न्यग्रोधश्च. अत्र आम्रन्यग्रोधम् सम्यक् आम्रन्यग्रोधम् इति वा न्यग्रोधौ न्यग्रोध इति शब्दस्य लिङ्गं किम् न्यग्रोधः इति मन्ये सपुल्लिङ्गं न. अत्र अत्र पश्यतु अत्र अत्र विग्रहवाक्यं पश्यामः चेत् एव अवगन्तुं शक्नुमः अत्र विग्रहवाक्ये किम् अस्ति. आम्रः च निग्रोह निग्रोधः च इति निग्रोधः च किं लिङ्गं इति मन्ये. हा पुल्लिङ्गे अस्ति सत्यं पुल्लिङ्गे अस्ति अतः समस्तपदस्य उत्तरपदस्य लिङ्गं तदेव लिङ्गं समासस्य. तर्हि समासः कः समासः आम्र इतरेतरद्वन्द्वसमासः समस्तपदं समस्तपदम् आम्रन्यग्रोधः दौ आम्रन्यग्रोधौ इति अस्ति. अर्थं किं भगिनि व्यासश्च कपिलश्च व्यासकपिलौ कपिल तु पल्लिङ्ग अस्ति इति वदनेन धेनुश्च एकक्षणम् अत्र व्यासकपिलौ इति तत्र नियमः किमपि अस्ति वा. तत् व्यासः कपिलव्यासौ इति भवति वा कपिलव्यासौ भवितुं शक्नोति न कथं श्रेष्ठ श्रेष्ठः किं श्रेष्ठः व्यासः तथैव तथैव व्यासः श्रेष्ठः तथैव व्यास कपिलौ व्यासः श्रेष्ठः वा इति तत्र प्रायः अत्र श्रेष्ठत्वम् इति प्रायः विषयः नास्ति न इति चिन्तयामि यतोहि अत्र व्यासः इति अल्प अच्युवर्णः कपिलः इति अधिक अच्युवर्णः. अस्तु समीचीनं भगिनि. व्यासः अल्पवर्णः अल्प अच्युवर्णः कपिलः अपि अल्प अच्युवर्णः कथं न अल्पः तु एकस्य एव अल्पः भवति खलु यदि द्वयोर्मध्ये तुलना करोति चेत् एकस्य अल्पता भवति नो चेत् समानता भवति. अत्र व्यासकपिलौ व्यास इत्यत्र कति न एकक्षणम् एकक्षणं व्यास इत्यत्र कति अच्वर्णः द्वे कपिल द्वे परन्तु त्रीणि सन्ति त्रीणि सन्ति अत्र त्रीणि अस्तु अस्तु समीचीनं सरला भगिनी अग्रे. अस्तु धेनुश्च व्याघ्रश्च अत्र विरोधः अस्ति अतः समाहारद्वन्द्वः भवति धेनु व्याघ्रम् इति भवति. अत्रापि पश्यति चेत् अत्र व्याघ्रम् इति द्वितीयं पदं भवति धेनुः इति पूर्वम् अस्ति अतः प्रायः सर्वत्र तथैव अस्ति इति चिन्तयामि. किन्तु अयना तत्र अयना इति भवति न अहि न सर्पस्य सर्पः एव म्रियते म्रियते अग्रे करोमि छन्द करोतु अग्रे करोतु छन्द च साहित्यं च अत्र इतरेतरद्वन्द्वयोगः भवति छन्द तस्य अल्प अच्युवर्णाः सन्ति साहित्य तस्मिन् अधिकम् अधिकानि अच्युवर्णाः सन्ति अधिकः अच्युवर्णाः सन्ति आ इ त्रयः छन्द तस्मिन् द्वे अच्युवर्णौ स्तः सो छन्दसाहित्ये इति भवति छन्दसाहित्ये इति अस्ति समीचीनं भगिनि अग्रे राजी भगिनि. इन्द्रश्च वायुश्च तत्र इन्द्रवायुः गुरुः इन्द्रवायौ वायु इति उकारान्तशब्दः खलु आम् उकारान्तशब्दः इत्युक्ते गुरुः गुरु ओ इन्द्रवायु इन्द्रवायु अत्र वायु वायु इन्द्रौ इति भवति वा न भवति किमर्थम् इत्युक्ते इकारान्तशब्द इकार इन्द्र पदे इकारान्तपदं पूर्वमस्ति इति कारणम् एकं कारणं द्वितीयं कारणम् इन्द्र इकारान्तमस्ति वा इन्द्र इन्द्रः इकार अस्ति इन्द्र अच्युवर्णः अस्ति इन्द्र इति पदे परन्तु इन्द्रवायु पदद्वयमपि अच्युवर्णद्वयमेव अस्ति इन्द्र अपि द्वे अच्युवर्णाः सन्ति वायु अपि द्वे अच्युवर्णाः सन्ति अन्यनियमः अस्ति खलु ओ इन्द्र इकारान्तपदम् अच्युवर्णः पदस्य आदौ अस्ति इति कारणेन तदेव पूर्वम् आगच्छति अजादिः अस्ति इकारः अन्तमपि अन्ते ह्रस्वकारः अन्ते ह्रस्वकारः आं भगिनि अतः तस्य पूर्वप्रयोगः अस्तु समीचीनम् अग्रे चणकश्च गोधूमश्च चणक गोधूमं किमर्थम् इत्युक्ते गोधूमं नपुंसकलिङ्गपदं चणकगोधूमम् इति आगच्छति गोधूमं नपुंसकलिङ्गं वा गोधूमलिङ्गपदम् इति अहं चिन्तयामि अत्र किम् उक्तवती अत्र किं दत्तमस्ति गोधूमश्च इति अस्ति खलु सन्धिः कः सन्धिः चणकः गोधूमः इति अस्तु तत्र पुल्लिङ्गपदम् अप चणकगोधूमौ किल चणकगोधूमौ चणकः अपि पुल्लिङ्गपदं गोधूमः अपि पुल्लिङ्गपदं चणकगोधूमौ इति आगच्छति गोधूमौ इति पुल्लिङ्गपदम् इति कथं ज्ञातवती अत्र गोधूमस्य चकारः अस्ति किल सन्धिः अस्ति किल अत्र सन्धिः कः सन्ति चणकः च गोधूमः च गोधूमः च तत्र सन्धिः किं भवत् किं जातं गोधूमः योगः च इति अस्ति तत्र विसर्गस्य किं जातं सन्धिः जातं किल विसर्गस्य चकारः आगच्छति विसर्गस्य स्थाने परन्तु सन्धिः किल गोधूमः योगः सन्धिः सन्धेः विवरणं करोतु भगिनि सन्ध्याः विवरणं विसर्गस्य स्थाने किं जातं विसर्गस्य स्थाने शकारः आगच्छति शकारः अत्र दत्तमस्ति परन्तु क्रमः कः विसर्गस्य स्थाने प्रथमम् अत्र सरलभगिनी वदतु लोपं भवति पाटसूत्रं विसर्ग विसर्जनीयस्य खरि परे करपसर्गः पाटसूत्रस्य प्रथमसूत्रं न श्रूयते भगिनि सरला भगिनि न श्रूयते वदतु पुनः विसर्जनीय सः खरि कपेतु विहाय यदि खरवर्णः अस्ति तस्य विसर्गस्य चकारस्य यत् स्थाने अन्तरं तत् वर्णः आगच्छति चकारस्य शकारः आगच्छति इति प्रथमं चकारः भवति खलु प्रथमं सकारः भवति तदनन्तरं श्रुत्वा सन्धिं कृत्वा तत्र सकारस्य स्थाने षकारः षकारः अवगतं खलु गोधूमः इति विसर्गस्य स्थाने यतोहि चकारः कर् वर्णः अस्ति अतः सकारस्य स्थाने विसर्गस्य स्थाने सकारः तदनन्तरं सकारस्य अत्र चकारस्य प्रभावेन सकारस्य स्थाने तालव्यषकारः च्युत्वसन्धिः सन्धिं कृत्वा अतः समस्तपदं किं चणकगोधूमौ अस्ति अस्तु समीचीनम् अग्रे बालसुब्रह्मण्यं महोदय भगिनी अर्थं किम् अस्ति चणकगोधूम चणक इत्युक्ते तत्र दाल् अस्ति सीरियल् गोधुमा स्वीट् हा बालसुब्रह्मण्यं महोदय अस्ति वा अस्तु मेहुल् महोदय अग्रे जैमिनिश्च कणादश्च विश्वामित्रश्च अस्ति तत्र जै समस्तपदं जैमिनी कणाद विश्वामित्राः इति इतरेतरद्वन्द्वः भवति विश्वामित्र इति अन्तिमपदं पुल्लिङ्गम् पुल्लिङ्गपदम् अस्ति अतः समस्तपदमपि पुल्लिङ्गः भवति अत्र अनेके पदाः सन्ति अतः समस्तपदमपि बहुवचने भवति जैमिनी कणाद विश्वामित्राः इति अस्तु समीचीनम् अग्रे अग्रे पाणिनिश्च पतञ्जलिश्च इति पदद्वयम् अस्ति अत्र अपि इतरेतरद्वन्द्वः भूत्वा पाणिनि पतञ्जलि इति भवति पतञ्जलि पाणिनि इति भवति वा पतञ्जलि पाणिनि इति पतञ्जलि पाणिनि इति न भवति इति अहं चिन्तयामि किमर्थं अल्प वचवर्णः पाणिनि इत्यस्मिन् अल्पवचवर्णः सन्ति अतः अपि च पाणिनि पदद्वयमपि ह्रस्व इकारान्तः एव अपि च क्रमस्य महत्वमस्ति खलु अत्र पाणिनिः प्रथमं तदनन्तरं पतञ्जलिः परन्तु क्रमः अस्ति अत्र क्रमस्य महत्वमस्ति अस्तु अस्तु समीचीनं महोदय अग्रे अरुणा भगिनी अस्ति वा भगिनि तस्मात् पूर्वं प्रश्नः चतुर्थं छन्दसाहित्यं तत्र छन्दसाहित्यौ अथवा छन्दसाहित्यम् अपि कर्तुं शक्नुमः खलु व्याकरणविषयस्य एकम् इति स्वीकृत्य समाहारद्वन्द्वः इति खलु छन्दसाहित्यं कर्तुं शक्नुमः हा तथा एव षष्टममपि चणकगोधूमम् इति सत्यम् अस्तु चणकगोधूमं सत्यं हा धन्यवादः अस्तु अरुणा भगिनी अस्ति वा आम् उचितेन पदेन रिक्तस्थानं पूरयत रजकश्च तन्तुवायश्च रजकतन्तुवायौ इतरेतरद्वन्द्वसमासः अग्रिमम् पिता च माता च पिता च माता पितरौ अस्तु समीचीनं भगिनिसमासः सत्यं यथा अत्र उदाहरणे दृष्टं तथैव अस्तु जगन्नाथमहोदय व्यासश्च भासश्च कालिदासश्च व्यासभासकालिदासाः इति इतरेतरद्वन्द्वः घटश्च पटश्च घटपटम् एतद् समाहारद्वन्द्वः सत्यं मार्जारश्च महोदय धन्यवादः अत्र घटश्च पटश्च अत्र अहं किं चिन्तयामि चेत् घटपटः इति तत्र उदाहरणं सामान्यतया तत्र न्यायशास्त्रे एव आगच्छति तत्र न्यायशास्त्रे सर्वदा घटपटम् इति एव वदामः अतः अत्र यदि लोके प्रयोगं कर्तुम् इच्छामः चेत् तत्र पटघटम् इति समासः पटघटम् इति वदामः चेत् तत्र क्लेशः नास्ति इति चिन्तयामि परन्तु तत्र यतोहि न्यायशास्त्रे प्रसिद्धम् उदाहरणमस्ति घटपटम् इति अतः तथा एव पश्यामः घटः एव प्रायः प्रथमे आगच्छति एतद् पानार्थं घटः आवश्यकम् अति आवश्यकं सर्वं पटः तु आवश्यकी न पटस्य आवश्यकं नास्ति पटस्य भिन्नार्थः किन्तु अत्र घटपटः इत्युक्ते वस्त्रमिति न पटमिति वस्त्रमेव खलु पटः इति वस्त्रमेव पठम् इत्युक्ते तत्र यद् आकाशे डयति तत् तदेव वदन्ति न्यायशास्त्रे अन्यशास्त्रेषु न पटं तत्रापि वस्त्रमेव खलु पटः इत्युक्ते वस्त्रः एव वस्त्रम् आम् आम् अस्तु तत्र परन्तु सामान्यतया न्यायशास्त्रे घटपटम् इति एव पश्यामः अतः तथा एव स्वीकुर्मः अत्र यतोहि तादृशप्रयोगः अस्ति अस्तु तर्हि अग्रे रत्ना भगिनी अस्तु मार्जारश्च मोषकश्च मार्जारमोषकौ अथवा मार्जारमोषकम् अपि भवितुम् अर्हति अत्र भिन्नप्रयोगं दत्तमस्ति भगिनि यथा वयं चिन्तितवन्तः प्रायः यः खादति व्याघ्रः अन्तिमम् आगतं नकुलः अन्तिमम् आगतम् अन्तिमं भिन्नम् अस्ति अतः अत्र अहं किमपि सूत्रं किमपि न दृष्टवती अथवा नियमः वार्तिकं किमपि न दृष्टवती एतस्मिन् विषये अत्र प्रथमं कस्य प्रयोगः इति अतः तत्र यत्र जातिवैरिणः सन्ति तत्र कस्य पूर्वप्रयोगः इति किमपि न दृष्टम् अतः अत्र यथा अत्र दत्तमस्ति मार्जारश्च मूषकश्च मार्जारमूषकम् इति समाहारः अपि भवितुमर्हति अतः तत्र प्रायः क्रमः नास्ति आम् आम् अस्तु अग्रे अनन्तरं शिरश्च ग्रीवाश्च शिरश्च ग्रीवा च शिरग्रीवम् यत् अत्र समाहारद्वन्द्वं कृतम् अस्ति भगिनि सत्यं भगिनि शिरोग्रीवम् अस्तु अत्र शिरः ग्रीवम् अत्र किमपि अस्तु प्रथमपदस्य अजादिः अस्ति आदौ अच्वर्णः अस्ति न तदपि नास्ति खलु भगिनि नास्ति तदपि नास्ति प्रायः क्रमस्य किमपि अत्र प्राधान्यं नास्ति वा शिरः नास्ति प्रायः नास्ति अत्र शिरः ग्रीवः तत्र किमपि नास्ति अल्पाच्वरणद्वयोः अच्वरणाः समानाः एव अतः तत्र क्रमस्य किमपि महत्त्वं नास्ति नास्ति अत्रापि मातावत् माताशब्दवत् शिरः इति समाहारः एव यथा महोदयेन उक्तं प्रायः शिरस्य अधिकप्राधान्यं तथा किमपि नास्ति कुत्र दत्तमस्ति वा शिरः प्राधान्यम् इति कुत्र मम प्रश्नः अस्ति प्रथमविभक्त्यां किं पुनः पृच्छतु प्रथमाविभक्त्या अत्र माता पितरौ वत् अत्रापि शिरः इति भवति न तु शिरस् इति प्रातिपदिकं नपुंसकलिङ्गे शिरस् शिरः शिरसि शिरांसि तर्हि किन्तु तस्य प्रातिपदिकम् एतद् सन्धि नित्यं भवति यद् नो चेत् वा प्रातिपदिकमेव स्वीकुर्मः साधारणतया किन्तु अत्र शिरः शिरो इति दत्तमस्ति अत्र सन्धिं कृत्वा शिरस्योगः ग्रीवम् इति अस्ति तत्र सन्धिः अस्ति प्रथमं तत्र सकारस्य ऋत्वं भवति तदनन्तरं तत्र रु इत्यस्य स्थाने तत्र ऊकारः आगच्छति तर्हि तत्र गुणसन्धिं कृत्वा शिरो ग्रीवं सन्धिः अस्ति महोदय तत्र महोदय वक्तुम् इच्छति तत्र शिरो इति शिरः प्रथमाविभक्त्यां समस्तपदे अस्ति न तु तस्य प्रातिपदिकं अवगतं प्रातिपदिकमेव अत्र सन्धिः अस्ति शिरस् योगः ग्रीवम् सकारस्य विसर्गः भूत्वा अस्तु सकारस्य विसर्गः नास्ति सकारस्य ऋत्वं ससजिषोरुः इति ऋत्वम् आगच्छति तदनन्तरं तत्र उत्तमं भवति ऋत्वम् इति तदनन्तरं तत्र हशीच इति सूत्रेण उत्तमं हशीच इति सूत्रेण उत्तमं तदनन्तरं तत्र गुणसन्धिः आद्गुणः इति गुणसन्धिः शिरोग्रीवम् इति अस्ति शिरः च ग्रीवा च शिरः च ग्रीवा च एतयोः समाहारः अनयोः समाहारः शिरग्रीवम् अस्तु अग्रे अग्रे अत्र सरला भगिनी वदतु रमेश दिनेश गणेश गीता च सीता च क्षम्यता गीता च सीता च लता च ललिता च गीता सीता लता ललिताः इति भवति इतरेतरद्वन्द्वयोग अत्र सर्वे स्त्रीलिङ्गपदानि सन्ति आकारान्त को अपि नियमनं भवति अधिकानि पदानि तत् अत्र बहुवचने आगच्छति ललिताः इति भवति अन्तिम पदस्य स्वीकृतम् आकार तस्य आकारान्त बहुवचने ललिताः इति भवति यतोहि तस्य अधिक अचुरणः सन्ति इति कृत्वा अन्ते स्थापितम् अन्तिम अर्थः अस्तु अग्रे अग्रे रमेश दिनेश गणेश गोविन्दाः अत्र अपि सर्वे अकारान्त पुल्लिङ्गशब्दाः सन्ति तस्य चरितरद्वन्द्वयोग अस्ति रमेश रमेश्च दिनेश्च गणेश्च गोविन्दश्च इति भवति अत्रापि यथा भवती उक्तवती गोविन्द तस्मिन् सर्वे त्रीणि त्रय अचवण आसीत् सर्वे सर्वे पदेषु अतः तत्र क्रमस्य महत्वं नास्ति क्रमस्य महत्वं नास्ति अस्तु तर्हि रमेश रमेश दिनेश गो गणेश गोविन्दाः इति अकारान्त बहुवचनं भवन्ति अत्र सत्यं सत्यं समीचीनम् अस्तु तर्हि अत्र स्थगयामः अग्रिमसप्ताहे इतः अग्रे सरेम अस्तु धन्यवादः समीचीनं धन्यवादः नमस्कारः पुनः वदतु काकश्च उल्लूकश्च अनयोः समाहारः काकौल्लुकम् उल्लूक अदा अचुवर्णपदमस्ति किमर्थम् उत्तरपदम् आगच्छति काक इति पदम् अल्प अचुवर्णः अस्ति खलु काक इति पदे अल्पाच् अतः पूर्वप्रयोगः भगिनि किं द्वे वारे न आगन्तुं न शक्नोमि आगन्तुं शक्नोमि यत् आगच्छामि अस्तु भगिनि अस्तु भगिनि चिन्ता नास्ति अस्तु धन्यवादः धन्यवादः धन्यवादः